सरस्वती महाभागे विद्ये कमले लोचने विश्वरूपे विशालाक्षि विद्यां देहि नमोऽस्तुते येनाक्षरसमां नायमधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणि नमः वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम् हरिः ओम् श्रीगुरुभ्यो नमः सर्वेभ्यः नमस्कारः अस्मिन् पाणिनिव्याकरणवर्गे सर्वेषां स्वागतम् बलाबल् करपत्रे वयं तत्र अभ्यासे स्मः पूर्वस्मिन् वर्गे अस्माभिः तत्र वार्णादङ्गं बलीयः इति परिभाषा अपि दृष्टं परन्तु अस्याः भाषायाः प्रयोगः प्रायशः यदा तत्र शास्त्रीयचिन्तनम् इत्युक्ते सूत्राधारेण किमपि न भवितुं शक्नोति अपि च यत्र पूर्वपरनित्यान्तरङ्ग अपवादानाम् उत्तर उत्तरं बलीयः इति परिभाषया किमपि वयं न अवगन्तुं शक्यते तदा एव वारणादङ्गं बलीयः इत्युक्ते अन्ते एतस्य प्रयोगः करणीयम् आदौ एव वारणादङ्गं बलीयः इति अन्य इति अनया परिभाषया तत्र एतत् वर्णकार्यम् एतत् अङ्गकार्यम् अतः अङ्गकार्यमेव बलवत् अस्ति इति निर्णयः अस्माभिः न कर् अपि च पूर्वत्र सिद्धम् इत्यनेन यः कार्यसिद्धम् अस्ति तदपि अस्माभिः पूर्वस्मिन् वर्गे दृष्टं सो यदि कस्मिञ्चित् पदनिर्माणप्रक्रियायां पूर्वे एव कस्मिञ्चित् सोपाने पूर्वत्रिपादीसूत्रेण तत्र सोरि परत्रिपादीसूत्रेण कार्यं कृतं चेत् अनन्तरं तत्र पूर्वत्रिपादीसूत्रस्य अवसरः आगच्छति चेत् तत्र तस्य कृते पूर्वत्रिपादीसूत्रस्य कृते परसूत्रेण यत् कृतं कार्यम् अस्ति तत् न दृश्यते अतः तत्र कार्यं न भवति अनन्तरं कार्यं न भवति इत्येव निर्णयः तथैव यदि त्रिपादीसूत्रद्वारा पूर्वे एव कार्यं कृतम् अस्ति चेत् अनन्तरं सपादसप्ताध्यायी सूत्रस्य प्रवृत्तिः क्तिः भवति चेत् तस्य सूत्रस्य कृते पूर्वे कृतं कार्यं न दृश्यते अतः अनन्तरं तत्र कार्यं न भवति यद्यपि वयं तत्र पश्यामः अत्र एतस्य सूत्रस्य प्रसक्तिः अस्ति परन्तु तत्र न भवति कार्यं न भवति अतः वयं तत्र सरलरूपेण वदामः चेत् यदा तत्र विसर्गस्य लोपः भवति चेत् अनन्तरं तत्र स्वरसन्धि अवकाशः तत्र अस्माभिः दृश्यते चेत् स्वरसन्धि भवति न करणीयम् तत् कार्य असिद्धम् इति तत्र सिद्धान्तः वर्तते पूर्वत्र सिद्धम् इत्यनेन कार्यसिद्धम् अस्ति अतः तत् कार्यं न भवति इदानीं तत्र अभ्यासः अस्ति तत्र शक्नु चिनु अपि च कुरु एतानि त्रीणि अङ्गानि सन्ति अन्ति इति तिङन्त तिङ्प्रत्ययः बहुवचन तिङ्प्रत्ययः तत्र अन्तिमं रूपं यत् अस्ति शुक्नुवन्ति चिन्वन्ति एतानि रूपाणि कथं सिद्ध्यन्ति तत्र वयं बलाबलचिन्तनं कथं कुर्मः इत्येव अस्माकम् इदानीं तत्र विषयः कुतः पठनीयम् अन्ति इत्यस्य प्रत्ययसिद्धिः अपि अस्माभिः दृष्टं तत्र ज्वन्तः इत्यनेन अन्तादेशः भवति केवलं जकारस्य ज्वन्तः इति सूत्रेण केवलं जकारस्य स्थाने जकारः एव स्थानिवर्णः तस्य अन्तादेशः उक्तम् यद्यपि अत्र अनेकालादेशः अस्ति परन्तु साक्षात् सूत्रे जकार अवयवः उक्तमस्ति जकारः एव स्थानिरूपेण उक्तमस्ति न तु कोऽपि प्रत्ययः अथवा सो जकार प्रत्ययस्य प्रत्ययेषु कस्मिंश्चित् यस्य कस्यापि प्रत्ययस्य तत्र जकाररूपी अवयवः अस्ति तस्य स्थाने अनेन सूत्रेण अन्तादेशः भवति इत्येव ज्वन्तः इति सूत्रम् अनन्तरम् अङ्गयुत्पत्तिः कथं भवति तिष्णु प्रत्ययः अपि च ची प्रत्ययः द्वयमपि स्वादिगणस्य सोरि शक् श्नु सोरि शक् धातुः अपि च ची धातुः एतद् धातुद्वयं स्वादिगणस्य धातवः अतः यदा तत्र सार्वधातुकलकारस्य विषयः आगच्छति सार्वधातुकप्रक्रिया अस्ति तत्र स्वादिभ्यः तत्र कर्तरिषप् इत्यस्य सूत्रस्य कृते बाधकसूत्रमस्ति स्वादिभ्यः श्नु सो स्वादिभ्यः श्नु इति बाधकसूत्रेण अपि द्वयोः मध्ये अस्माभिः बलाबलचिन्तनं करणीयं कर्तरिषप् अपि च स्वादिभ्यः श्नु सो कर्तरिषप् इत्यस्य इति उत्सर्गसूत्रम् अनन्तरं तत्र क्रमेण महर्षिणा प्रत्येकस्य गणस्य कृते विशिष्टविकरणप्रत्ययस्य विधिः दत्तमस्ति अतः स्वादिगणे ये धातवः सन्ति तेषां कृते सार्वधातुप्रक्रियायां शप् प्रबाद्य श्नु इति प्रत्ययः विशेषसूत्रेण उक्तमस्ति अतः स्वादिभ्यः श्नु इति अपवादसूत्रम् अस्ति कर्तरि शप् सूत्रस्य कृते अनेन सूत्रे कार्यं भवति सो अत्र धातुद्वयस्य कृते सार्वधातुप्रक्रियायां श्नु इति प्रत्ययः मध्ये धातोः अनन्तरम् आगच्छति साक्षात् अनन्तरं तस्य विधिः अस्ति अतः शक्नु अपि च चिनु इति अङ्गद्वयम् इदानीं तत्र अन्ति इति अजादि सार्वधातुक् अपित् प्रत्ययः अस्ति जी इति प्रत्ययः जी इति प्रत्यये कस्यापि वर्णस्य संज्ञा नास्ति अतः पित् नास्ति सार्वधातुक अपि परन्तु पित् नास्ति सो सार्वधातुक् अपित् अस्ति सार्वधातुक् अपित् अस्ति चेत् निद्वद् प्रवर्तते एतत् प्रत्ययः अतः अत्र सार्वधातुक् अपित् प्रत्ययः अस्ति निद् प्रत्ययः अस्ति इदानीं तत्र प्रक्रिया कुतः पठनीयम् अतुत् सार्वधातुके इति सूत्रं पठितं वा अङ्गयुत्पत्ति एव तत्र तत् आरभ्य एव पठनीयं वा नै न कुरु कृ धातुः अपि भवती एव पठतु भवती आरम्भं करोतु स्तनादिगणे स्तनादिकेभ्यः उः 3179 इति सूत्रेण उ विकरणप्रत्ययः विहितः भवति कुरु योगः अन्ति कुर्वन्ति कृ धातोः अङ्गद्वयम् एतत् पठितम् इत्सु प्रत्ययेषु कृ योग उ सार्वधातुकार्थधातुकयोः इत्यनेन इकः गुणः कर् योग उ करु इति अङ्गम् अपित्सु प्रत्ययेषु अत उत्सार्वधातुके इत्यनेन अपिति प्रत्यये परे करु इत्यस्य अङ्गस्य अकारस्य स्थाने उकारादेशः करु कुरु इति अङ्गम् अन्ति जि अपित् अपित्सु प्रत्यये अपि च पित्सु प्रत्ययेषु अत्र सकारस्य शकारः किमर्थं न भवति सूत्रं किमस्ति निमित्तं किम् अस्ति इन्को इन्को इति निमित्तम् आदेशप्रत्ययोः इति सूत्रे निमित्तं किम् अस्ति आदेशप्रत्ययोः इति सूत्रे प्रत्ययस्य आदिमवर्णः सकारः अस्ति चेत् तस्य आदेशप्रत्ययोः इति सूत्रेण शकारादेशः भवति अपि च यः धातुषु यः आदेशरूपेण सकारः विधीयते चेत् तस्य अपि शकारादेशः उक्तमस्ति आदेशप्रत्ययोः इति सूत्रेण. तत्र निमित्तं किम् अस्ति? तत्र पूर्वसूत्रात् इन्को इति निमित्तम् अस्ति. इण् इति इण् इति प्रत्याहारः. कु इति गगण. सो एतेषु वर्णेषु परे एव सकारस्य शकारादेशः भवति. तकारः इन्को वर्णः नास्ति, न तु इन् वर्णः अस्ति, न कु वर्णः अस्ति. अतः अत्र पित्सु एव भवति. परन्तु प्रत्ययेषु अत्र एकारः अस्ति, अकारस्य एकारादेशः भवति. केन सूत्रेण एकारादेशः? अस्मिन् करपत्रे अस्माभिः पठितं न, आदौ एव पठितम्. न एरुः कथमस्ति? एरुः इति सूत्रं कुत्र अस्ति भगिनि? सुपि च बहुवचने जल्येत्. अदन्ताङ्गस्य अन्ते स्थितस्य अकारस्य प्रत्यय इति अकारान्त् प्रातिपदिकम् अस्ति. अदन्ताङ्गस्य अन्ते स्थितस्य अकारस्य एकारादेशो भवति. स इति जलादि अस्ति. बहुवचनार्थ सुप्रत्यय परे बहुवचनं जल्येत् इति सूत्रेण अत्र राम रामे इति भवति, बालक बालके भवति. अनेन सूत्रेणैव कार्यमस्ति. सो क्रूधातुः क्रूधातुः कृते तत्र अङ्गद्वयस्य निष्पत्तिः भवति. तत् किं वदतु एकवारम्? एकवचनरूप एकवचनप्रत्ययः तिप्सिप् मित् पित् अस्ति सन्ति, अतः गुणकार्यं भवति. वचनप्रत्ययाः प्रत्ययः कृ कर् भवति, कर्योग उ करु भवति, अतः अङ्गं करु अस्ति. अन्य सर्वे अपित् प्रत्ययाः सन्ति, अतः अत उत्सार्वधातुके इत्यनेन अपित् प्रत्यये परे करु इत्यस्य अङ्गकारः तु सर्वेषां कृते उकारः. करु इति करु इति द्वयोः कृते करु एव अङ्गमस्ति. अनन्तरं तत्र पित्सु प्रत्ययः अस्ति चेत् तत्र करो भवति. अपित्सु प्रत्ययः अस्ति चेत् तत्र कुरु भवति. प्रथमे प्रत्येकं सार्वधातुकप्रत्ययनिमित्तीकृत्य उ मध्ये आगच्छति. उ प्रत्ययवित्सु अपित् चिन्तनं नास्ति, बिकास् उ इति प्रत्ययः अर्धधातुकप्रत्ययः. तत्र पित् अपित् इति चिन्तनमेव न भवति. अर्धधातुप्रत्ययेषु केवलं कितनित् प्रत्ययः वा, अणितृणित् प्रत्ययः वा, अथवा भिन्नप्रत्ययः वा इति एव चिन्तनम् अस्ति. पित् अपि चिन्तनं सार्वधातुप्रत्ययेषु. सो नवानां प्रत्ययानां कृते ऊ तु मध्ये आगच्छति, बिकास् ते सर्वे सार्वधातुकर्तर्थ सार्वधातुप्रत्यय. परन्तु अन्यत् प्रक्रिया अर्थात् तिङ्प्रत्ययः, तिङ्प्रत्ययस्य विषये एव पित् अपित् इति भवति, बिकास् ते सर्वे सार्वधातुप्रत्ययः. तत्र अस्माभिः दृष्टव्यं पित् वा अपित् वा. यदि पित् अस्ति चेत् तत्र गुणकार्यं भवति, बिकास् करु इति यः अङ्गम् अस्ति तत् ईगन्त अङ्गम् अस्ति. सो यथा भवती उक्तवती, तत्र एकवचने यदा करु इति अङ्गम् अस्ति तत्ते सत् प्रत्ययाः, तत्र करो करो करो इति अङ्गकार्यं सार्वधातुक अर्धधातुक इत्यनेन गुणकार्यं भवति. सो इट् बिकम्स् करो. किमपि अन्यत् कार्यं नास्ति. अनन्तरं वर्णमेलनमेव अस्ति. परन्तु यदा अपित् प्रत्ययः अस्ति यत् करो इति करु इति यत् अङ्गम् अस्ति तस्य अन्यत् सूत्रस्य प्रसक्तिः भवति. तत् किम् अकारस्य स्थाने उकारादेशः भवति अत उत्सर्वधातुके इति सूत्रेण, अतः करु कुरु भवति, अङ्गं कुरु भवति. सत्यम्, अङ्गम् इति कुरु भवति. कस्य कृते अङ्गं कुरु भवति? तिङ्प्रत्यय कृते. तिङ्प्रत्यय एकवचनविहाय अपि तिङ्प्रत्ययानां कृते कुरु इति अङ्गम्. पित् प्रत्ययानां कृते करु इति, अनन्तरं तत्र सार्वधातुक इत्यनेन गुणकार्यं भवति. सो इट् बिकम्स् करो करो करो, उकारस्य उकारः इति गुणः भवति. न केवलम् अत्र भवति, यत्र यत्र सार्वधातुकार्धधातुकयोः इति सूत्रस्य कार्यं नास्ति चेत् तत्र अतुत् सार्वधातुके इति सूत्रेण कार्यं भवति. 6410 इति सूत्रम् अस्ति, 73 इति सूत्रम्, एतत् परसूत्रम् अस्ति. सो यत्र यत्र अत्र अतुक् सार्वधातुके इति सूत्रे कित्ने तिथि प्रत्ययस्य आम् किणिति इत्यस्य अनुवृत्तिः भवति. सो किणिति इति सूत्रस्य अनुवृत्तिः भवति चेत् कीदृशसार्वधातुके, कित्नित् सार्वधातुके, कितिनिति सार्वधातुके एव अतः उत् भवति. बिकास् अत्र साक्षात् अनुवृत्तिः अस्ति पूर्वसूत्रात्. कित्नित् भिन्नमस्ति चेत् तत्र न भवति. सो नित् प्रत्ययः अथवा कित् प्रत्ययः भवेत्, सार्वधातुक् अस्ति चेत् कार्यं न भवति. सः सार्वधातुक् प्रत्ययः विशेष सार्वधातु इत्युक्ते कित् अथवा नित् सार्वधातुक् अस्ति चेदेव अत् उत् भवति. आम् अग्रे अपि पठतु भगिनि. अन्ति झि अपि अस्ति, अतः अङ्गम् अत्र कुरु. तर्हि कुरु योगः अन्ति, कुर्वन्ति. कुरु कुरु योग अन्ति कुर्वन्ति. इदानीं अत्र न दत्तं वा? अस्ति महोदय, अचिष्णु धूत् अस्ति. हा अत्र अचिष्णु धा एतत् सूत्रम् अस्माभिः पठितं वा? अचिष्णु धातु ब्रुवा गुरुवासरे पठितवन्तः. अत्र सूत्रं पठितं वा अचिष्णु धातु ब्रुवा? आम् अच्छा, भिन्नकक्षायां पठितम्, अत्र न पठितम्. सो अत्र इदानीम् अस्तु, अभ्यासः कुत्र वर्तते? एतत् अभ्यासः एव महोदय, इट्स् अण्डर् अभ्यासः. इट्स् अण्डर् अभ्यासः वा? आमाम्. एकवारम् अर्थ सार्वधातुके सूत्रं पठतु भगिनि. अर्थवत् सार्वधातुके 6410 उ प्रत्ययान्त कृ धातोः हृस्व अकारस्य स्थाने उकारादेशो भवति कितिमिति सार्वधातुकप्रत्यये परे. अतः षष्ट्यन्तम् उत् प्रथमान्तं सार्वधातुके सप्तम्यन्तं त्रिपदमिदं सूत्रम्. उतश्च प्रत्ययात् प्रत्ययात् असंयोगपूर्वात् 6410 अस्ति. प्रत्ययात् असंयोगपूर्वात् अतश्च प्रत्यया किशु किञ्चित् खण्डनमस्ति महोदय, ध्वनिः मम कृते खण्डनमस्ति, भवतां कृते अपि खण्डनं भवति वा मम ध्वनिः? आम् आम् आम् महोदय, वन् सेकेण्ड् भगिनि, पठतु भवती, पठतु, आगच्छतु. उतश्च प्रत्ययात् असंयोगपूर्वात् 64106 इत्यस्मात् उतः प्रत्ययात् चेत्यनयोः अनुवृत्तिः विभक्तिपरिणामेन पदद्वयं षष्ट्यन्तं कृत्वा उतः प्रत्ययस्य येन विधस्तदन्तस्य इत्यनेन तादृशम् अङ्गम् यस्य अन्ते उ इति प्रत्ययः उ प्रत्ययान्तस्य अङ्गस्य नित्यं करोतेः 64108 इत्यस्मात् करोतेः इत्यस्य अनुवृत्तिः गमहनजनखनघसां लोपः किणित्यनङ्गि 64098 इत्यस्मात् किणिति इत्यस्य अनुवृत्तिः अङ्गस्य 641 इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं करोतेः उ प्रत्ययान्तस्य अङ्गस्य अतः उत् किति निति सार्वधातुके. अत्र अतः इत्यस्य कृते तानि सर्वाणि विशेषणानि सन्ति. अतः अतः कुत्र भवेत्? अङ्गस्य अतः भवेत्. कीदृश अङ्गम्? अङ्गम् उप्रत्ययान्त अङ्गम्. सो सामान्य उप्रत्ययान्त अङ्गम् इत्युक्ते उकारान्त अङ्गं न उक्तमस्ति, उप्रत्ययान्त अङ्गं. सः ऊ कस्य भवेत्? प्रत्ययस्य ऊ भवेत्. यथा श्नु इति प्रत्ययः यः उकारः सः प्रत्ययस्य उकारः. अतः ऊप्रत्ययान्तस्य अङ्गस्य. सो कीदृश ऊप्रत्ययान्त अङ्गस्य? करोतेः विषये एव. करोतेः अपि षष्ठ्यन्तम् अस्ति, एतानि सर्वाणि षष्ठ्यन्तं पदानि. उतः इति प्रथमान्तम् अस्ति, उतः स्थाने, अतः स्थानी अस्ति. सारि, प्रथमान्तम् अस्ति चेत् आदेशः अस्ति. अतः स्थाने उत् आदेशः कदा? किनिति सार्वधातुके परे. सप्तम्यन्तम् अस्ति चेत् परे. सो एतादृशः तत्र वाक्यप्रयोगः भवति. अतः तदेव उक्तमस्ति प्रत्यये परे, प्रथमवाक्ये तदेव उक्तमस्ति. सो एतत्तु अत्र करोति इत्यस्य षष्टि करोतेः लैक् इकारान्त शब्दः करोति इति तत्र बिकास् धातुविषये अस्ति, अतः अत्र क्रियापदं दत्तमस्ति. क्रीधातु न उक्तं, डुक्रै धातु एव. करोति इत्युक्ते डुक्रै धातु एव करोति, करोति इति रूपं भवति न भगिनि? डुक्रै धातु एव करोति इति रूपं भवति एकवचने. यः अन्यत् क्रू धातु अस्ति तत्र करोति इति रूपं न भवति. अस्माभिः पूर्वे दृष्टं न, तत्र क्रू धातुद्वयं. सो किमर्थं क्रू न उक्तं? पाणिनिमहर्षिणा किमर्थं क्रियापदं दत्तं, न तु क्रू धातु उक्तम् इति? तत्र इति क्रू विष पश्यामः. स्क्रीन् दृश्यते वा? वेरि स्लो अस्तु. इदानीं ध्वनिः कथमस्ति? सम्यक् अस्ति महोदय. अत्र पश्यतु डुक्र इति क्रु, करणे इति धातुः, क्रु क्रुञ् इति हिंसायामपि अस्ति, स्वादिगणस्य धातुः अस्ति क्रु क्रुञ् इति धातुः, तत्र कृणोति इति रूपम् अस्ति. स्वादिगणे नु इति प्रत्ययः अस्ति न भगिनि, सो अतः महर्षिणा कृ न उक्तं, क्रु धातु न उक्तं, बिकास् तत्र क्रु धातु द्वयं, सो तत्र उक्तमस्ति, तस्यैव षष्ट्यन्तं पदमस्ति करोतेः, सो बिकास् अत्र करोति इति रूपं भवति, सो दिस् करोति रिप्रेसेण्ट्स् डुक्रै धातु, नाट् देट् क्रूयि हिंसायाम् इति धातुः, अतः करोति विषये करोति उक्तम् अस्ति, तस्य षष्ट्यन्तमस्ति करोतेः. सो डुक्रै धातुविषये एव अतुत् सार्वधातुके इति सूत्रस्य विधिः अस्ति, अन्यधातु क्रू धातुविषये नास्ति, बिकास् तत्र एव उप्रत्ययान्तङ्गमस्ति, तणादिकृञ्भ्यः उः इति सूत्रेण तत्र उ प्रत्ययस्य विधिः भवति, तत्र एव उ प्रत्ययान्तङ्गं भवति डुक्रै धातुविषये, तदपि वक्तुं शक्यते, बिकास् अत्र करोतेः यः उ प्रत्ययान्तङ्गम् अस्ति तस्मिन् अङ्गे यः ह्रस्व अकारः तस्य उच्चित्य आदेशः निमित्तमस्ति कितनित् सार्वधातुके, केवलं कितिन् इति परे एव तत्र कार्यं भवति इति आतुत् सार्वधातु. मञ्जरी भगिनी अग्रे पठतु भगिनि प्रासङ्गिकसूत्राणि. अस्ति वा भगिनी मञ्जरी भगिनी म्यूट् अस्ति भगिनी. ध्वनिः श्रूयते वा? मम ध्वनिः श्रूयते वा? श्रूयते महोदय. किमपि मेसेज् अस्ति वा? मञ्जरी भगिनी ध्वनिः श्रूयते वा भगिनि? भवती एव पठतु भगिनि, तावत्पर्यन्तं सा आगच्छति. प्रासङ्गिकसूत्राणि प्रासङ्गिकसूत्राणि अत्र अस्माकं चिन्तनं भवतु. प्रथमं शक्नु योगः अन्ति शक्नुवन्ति, चिनु योगः अन्ति चिन्वन्ति, कुरु योगः अन्ति कुर्वन्ति. येषां निष्पादनार्थम् अधस्तनेषु सूत्रेषु केषां प्रसक्तिः अपि च कस्मिन् क्रमे, अत्र बलाबलस्य परिशीलनम् अपेक्षितम्. इको यणचि 6177 इकः स्थाने यण् आदेशः स्यात् अचि परे संहितायां विषये. इकः यण् स्यात् असवर्णे अचि परे इति सूत्रस्य फलितः अर्थः इति ज्ञेयम्. सवर्णे अचि परे अकः सवर्णदीर्घः इत्यनेन यण् बाधितम्. इकः षष्ट्यन्तं यण् प्रथमान्तम् अचि सप्तम्यन्तं त्रिपदमितं सूत्रं संहितायाम् इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रम् इकः यण् अचि संहितायाम्. अत्र इको यणचि इति सूत्रस्य विवरणमस्ति. इकः स्थाने यण् आदेशः भवति असवर्णे अचि परे एव. किमर्थमित्युक्ते सवर्ण अचि अस्ति चेत् अकः सवर्णदीर्घः इति सूत्रेण सूत्रः कार्यं करोति. अनुवृत्तिसहितसूत्रम् इकः यण् अचि संहितायाम् इति. अत्र संहितायां विषये एव कार्यम् अस्ति, सर्वाणि सन्धिसूत्राणि संहितायां सत्यामेव भवति. संहितायाम् अत्र संहिता अस्ति वा भगिनि? शक्नुयोगान्ति चिनुयोगान्ति चिनुयोग अन्ति अस्ति उकार अकार मध्ये समिता अस्ति. शक्नुयोग अन्तिविषये नास्ति वा संहिता? शक्नु अपि अस्ति. संहिता इत्युक्ते किं भगिनि? ओ हलम् हलोनन्तर तत्तु भिन्ना अस्ति, तत् संयोगः. अत्र संहिता, संयोगः, संहिता. संहिता इत्युक्ते परः, परः संयुकर्षः, सनिकर्षसंहिता, संहिता. आमामाम्. सो इत्युक्ते द्वयोः द्वयोः वर्णयोः परस्परं, द्वयोः वर्णयोः परस्परम् अतिसान्निध्यम् अस्ति चेत्, इत्युक्ते वेरि क्लोज्नेस् अस्ति चेत् अर्धमात्रिक न्यून, अर्धमात्रिक न्यून क्लोज्नेस् अस्ति चेत् तत्र तत्र वयं किं वदामः, द्वयोः संहिता वर्तते, तदेव संहिता अस्ति. परः सनिकर्ष संहिता, संहिता इति अपि तत्र टेक्निकल् टर्म् अस्ति. सो संहिता कुत्र कुत्र नित्यं भवति? स्वराणां न इत्युक्ते वाक्ये संहिता विवक्षानुगुणं, वाक्ये संहिता अस्माकम् इच्छानुसारेण भवति. इच्छामः चेत् संहिता अस्ति तत् स्वीकुर्मः, न इच्छामः चेत् वाक्ये संहिता अनिवार्य नास्ति. परन्तु त्रिषु स्थलेषु संहिता अनिवार्य अस्ति. प्रकृतिप्रत्यमेलने मेलनसमये संहिता अवश्यम् अस्ति. तत् अत्रापि प्रकृति अङ्गं प्लस् प्रत्यमेलनम् अस्ति न भगिनि? सो अत्र सर्वत्र संहिता अस्ति, संहितायाः विषयः अस्ति एव. सो सर्वत्र अचिश् इको यनचि इति सूत्रस्य प्रसक्तिः सर्वत्र भवति, बिकास् संहिता अनिवार्य अत्र अस्ति. समासे अपि संहिता अनिवार्य भवति, अपि च उपसर्धातु मेलने अपि संहिता अवश्यं नित्यम् अस्ति. त्रिषु स्थलेषु तत्र संहिता अवश्यं भवति, नित्येन भवति. अत्र अपि संहिता अस्ति, विवक्षानुगुणं संहिता नास्ति, अत्र अनिवार्य अस्ति संहिता. सो इको यनचि इति सूत्रस्य प्रसक्तिः सर्वत्र अस्ति, बिकास् उकारस्य परे असवर्ण अच् अस्ति. उकारस्य परे साक्षा अपि च संहिता अपि अस्ति. सो इको यनचि इति सूत्रस्य सर्वत्र प्रसक्तिः भवति. प्राप्ति भवति वा न भवति तत् द्रष्टव्यं, परन्तु सर्वत्र बिकास् अत्र प्रकृतिप्रत्यमेलनम् अस्ति, तत्र संहिता नित्यम् अस्ति. सो संहितायां विषये इकः स्थाने तत्र यनादेशः भवति असवर्ण अचिपरे इति इको यनचि इति सूत्रम् सर्वत्र अस्ति. एतेषु त्रिषु स्थलेषु संहिता अस्ति, अपि च इक्वर्णस्य परे असवर्णः च अस्ति, अतः इकोयनचीति सूत्रस्य प्रसक्तिः सर्वत्र अस्ति. इदानीम् अचिष्णु दातु ब्रुवां मञ्जरी भगिनी पठितुम् इच्छति वा भगिनि? आम् अनन्तरं पठामि. चिन्ता मास्तु. अन्य कोऽपि पठितुम् इच्छति वा? लक्ष्मी भगिनी अजिष्णु धातु ब्रुवाम् इति सूत्रं पठितुम् इच्छति वा भगिनि? नमस्ते भगिनि, मम आरोग्यं सम्यक् नास्ति भगिनि, क्षम्यतां. चिन्ता मास्तु. केवि महोदय पठितुम् इच्छति वा महोदय? नमस्कारः. अचिष्णु धातु ब्रुवां योर् यङ् उवङ्गौ 6, 4, 7, 7 अष्टमध्याये चतुर्थपादे सप्तसप्ततितम सूत्रम् इनु प्रत्ययान्ताङ्गस्य स्वादिगणस्य अङ्गस्य यथा शक्नु इत्यस्य इकारान्त उकारान्त धातुरूपी अङ्गस्य भ्रू प्रातिपदिकस्य च येषाम् इकारस्य उकारस्य स्थाने क्रमेण इयङ् उवङ् च आदेशो भवति अजादि प्रत्यये परे श्नु प्रसङ्गे प्रत्यय ग्रहणे तदन्ताग्रहय्याः परिभाषा त्रयोविंशति इति परिभाषया तदन्तविधिः अनेन यस्य अङ्गस्य अन्ते स्नु प्रत्ययः स्यात् तस्मात् इत्यर्थः युवोः इति विशेषणं धातु शब्दस्य एव यतोहि स्नु प्रत्ययान्ताङ्गम् ब्रू प्रातिपदिकं च उकारान्तः एव अतः तत् यङ् इत्यस्य प्रसक्तिः नास्ति तर्हि धातु इत्येव अवशिष्यते यस्य कृते युवोः इति विशेषणं योग्यम् येन विधि तदन्तस्य प्रथमाध्याय प्रथमपादे द्विसप्ततितं सूत्रम् इत्यनेन यस्य धातोः अन्ते इकार उकारः स्यात् इति अर्थः स्नुश्च धातुश्च ब्रुश्च तेषाम् इतरेतरद्वन्द्वः स्नुधातु ब्रुवः तेषाम् स्नुधातु ब्रुवाम् इश्च उश्च तयोः इतरेतरद्वन्द्वः यु तयोः युवोः इयञ्च उवङ् च तयोः इतरेतरद्वन्द्वः इयङ् उवङ्गौ अचि सत्यन्तम् स्नु धातु भ्रुवां षष्ट्यन्तम् युवोः षष्ट्यन्तम् इयङ् उवङ्गौ प्रथमान्तम् अनेकपदम् इदं सूत्रम् अङ्गस्य षष्ठम् षष्ठमध्याये चतुर्थपादे प्रथम सूत्रम् इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् युवोः स्नु धातु भ्रुवाम् अङ्गानाम् इयङ् उवङ्गौ अचि अत्र अचि स्नु धातु भ्रुवां युवोर् इयङ् उवङ्गौ सूत्रस्य प्रसङ्गः दत्तमस्ति so what does it say yuvo shnu pratyayangasya swadi ganasya angasya yatha shaknu ityasya so the parts here are shnu shnu dhatu then separate snu dhatu then bru bru is pratipadik then the yuvor iyang uvangau so yuvo is separate iyang and uvang and anivritti rupen अचि अचि अङ्गस्य अङ्गस्य इत्यादि अधिकारः अस्ति अचि अधिकारः ओके सो वाट् डस् इट् से इट् सेस् देट् अचि Uh, अजादिप्रत्यये परे अङ्गस्य अधिकारः अस्ति, अतः अचि इत्यनेन अजादिप्रत्यये परे. सो अजादिप्रत्यये परे शृणु अस्ति चेत् शृणुरूपी धातुः अस्ति. तत्र उवर्णस्य अङ्गस्य उवङ्ग् आदेश भवति. एण्ड् ब्रू यः प्रातिपदिकमस्ति तत्र ऊकारस्य प्रथमे कार्यं भवति न ऊकारस्य उवङ्गादेशः ऊकारस्य उवङ्गादेशः भवति. सो ऐ थिङ्क् देट्स् इन् शार्ट् वट् ऐ एम् एबल् टु अण्डर्स्टाण्ड्. अपि च कीदृशधातोः कीदृशधातोः अङ्गस्य युवोः धातोः युवोः सो इक युवोः इत्यनेन इकारान्त् उकारान्त् धातोः यः धातुः अत्र धातुः इति उक्तमस्ति इत्युक्ते तस्य कृते धातुसंज्ञा भवेत् न तु अङ्गसंज्ञा. सो इकारान्त् उकारान्त् धातुरूपी अङ्गस्य अपि तत्र इयङ् उवङ्गादेशः भवति अजादिप्रत्यये परे. सो अत्र पदार्थत्रयं शृणु शृणु इति प्रत्ययः अस्ति, अतः प्रत्ययग्रहणे यदा प्रत्ययस्य सूत्रे यत्र कुत्रापि सूत्रे प्रत्ययः प्रत्ययस्य प्रत्ययः उक्तमस्ति सूत्रे साक्षात् प्रत्ययः उक्तमस्ति तत्र प्रत्ययग्रहणे तदन्ताः ग्राह्याः सः प्रत्ययः यस्य अन्ते विधीयते. बिकास् कुत्रापि शृणु प्रत्ययः स्वयं तु किमपि न करोति न, प्रत्ययः तु कस्मिंश्चित् प्रातिपदिकस्य अन्ते विधीयते. सो तादृश अङ्गं यस्य अन्ते शृणु इति प्रत्ययः अस्ति. सो शृणु प्रत्यान्त अङ्गस्य सो यस्मिन् अङ्गे अन्ते शृणु प्रत्ययः अस्ति तादृश अङ्गस्य कृते अपि उकारस्य स्थाने उवङ्गादेशः उक्तमस्ति. वयं जानीमः शृणु प्रत्ययः प्रत्यान्त अङ्गं तु केवलं स्वादिगणे अस्ति, अन्यत्र कुत्रापि शृणु इति प्रत्ययः न विधीयते. स्वादिभ्यः शृणु इति सूत्रेण ये धातवः स्वादिगणे सन्ति तत्र एव शृणु प्रत्यान्त अङ्गम् अस्ति. अतः अत्र आवरणे दत्तम् अस्ति स्वादिगणस्य अङ्गस्य. सो बिकास् शृणु तत्र एव आगच्छति. अनन्तरं ब्रू इति प्रातिपदिकम् अस्ति, ब्रू कोऽपि धातु नास्ति. ब्रू प्रातिपदिकस्य अपि तत्र अजादिप्रत्यये परे यदा ब्रू प्लस् अजादिप्रत्ययः भवति तत्रापि उकारस्य उवङ्गादेशः अनेन सूत्रेण भवति. अपि च धातोः कीदृशधातोः युवोः इति यत् पदमस्ति सूत्रे, युवोः इति यत् पदम् उक्तमस्ति तद् धातोः इत्यस्य कृते एव तस्य अन्वयः भवति. शृणु इत्यस्य कृते तस्य अन्वयः न भवति, ब्रू इत्यस्य कृते अपि तस्य अन्वयः न भवति. So this yuvoha is related only to dhatu, not to shnu or bru. Because tatra ikaraha shnu itasya tatra anvayaha nasti, bru itasya krite api anvayaha nasti, kevalam dhatu ho. So ikarant ukarant dhatu rupi angam asti chet, tatra tasya ikarasya sthane iyangadeshaha, ukarasya sthane uvangadeshaha bhavati ajadi pritya pare iti sutrasya व्याख्या अस्ति. अपि च अत्र येन विधिस्तदन्तस्य इति सूत्रस्य किमर्थं तत्र प्रसङ्गः उक्तमस्ति, बिकास् अत्र शृणु धातु ब्रुवाम् इति विशेषणम् अस्ति. कस्य कृते? अङ्गानां कृते. अङ्गस्य इति एकवचने अस्ति बिकास् अत्र पदार्थत्रयम्, अतः बहुवचने तत्र वचनपरिणामानं कृतम् अस्ति अङ्गानां. सो कीदृश अङ्गानां? ब्रू धातु शृणु धातु ब्रुवाम् अङ्गानां. सो विशेषणरूपेण विधिः उक्तमस्ति, अतः येन विधिस्तदन्तस्य इति सूत्रेण सः विशेषणं यस्य अन्ते विधीयते तस्य एव तत्र आदेशः भवति. अतः येन विधिस्तदन्तस्य इति अचि शृणु धातु ब्रुवां युवोर् यङ् वङ्गौ इति सूत्रम्. अवगतं वा सर्वैः? अत्र कोऽपि प्रश्नः अस्ति वा? इदानीं 6477 इति अचिष्णु धातु ब्रुवाम् इति सूत्रम्, तत्र अनन्तरं तत्र 87 सूत्रे एकम् अन्यत् सूत्रमस्ति हुष्णुवोः सार्वधातुके, बिकास् तत्र असंयोगपूर्वे तत्र उकारान्त हुष्णुप्रत्ययान्तङ्गस्य उवङ्गादेशः न भवति, किमपि अन्यत् आदेशः भवति इति हुष्णुवोः सार्वधातुके सूत्रं वदति. चेतना भगिनी, हुष्णुवोः सार्वधातुके इति सूत्रं पठतु भगिनि. हुष्णुवोः सार्वधातुके 6487 हु धातुः च अनेकाच् ष्णु प्रत्ययान्तम् अङ्गं च तयोः असंयोगपूर्वस्य अङ्गान्तस्य उकारस्य स्थाने यण् आदेशो भवति अजाति सार्वधातुकप्रत्यये परे. स्थानीन्तरतमः 1150 इत्यनेन उकारस्य स्थाने यण् प्रत्याहारे स्थितेषु वर्णेषु वकारः चितः येन विधिस्तदन्तस्य इत्यनेन तादृशम् अङ्गं यस्य अन्ते उकारः अस्ति अलोन्तस्य इत्यनेन अङ्गान्ते उकारस्य स्थाने आदेशः. यस्मिन् विधिस्तदावल्ग्रहणे 1172 वार्तिकं 29 इत्यनेन अचि इत्युक्तौ अजादिप्रत्यये हुश्च श्नुश्च तयोः इतरेतरद्वन्द्वः हुष्णुवौ तयोः हुष्णुवोः न विद्यते पूर्वः संयोगः यस्मात् सः असंयोगपूर्वबहुव्रीहिः तस्य असंयोगपूर्वस्य हुष्णुवोः षष्ट्यन्तं सार्वधातुके सप्तम्यन्तं द्विपदन्तं सूत्रम्. अचिष्णुधातु ब्रुवां ङ्गौ 6477 इत्यस्मात् अचि इत्यस्य अनुवृत्तिः इणो अनुवृत्तिः ओः सुपि इत्यस्मात् ओः इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अनेकाचः हुष्णुवोः असंयोगपूर्वस्य ओः अङ्गस्य यण् अचि सार्वधातुके. बहवः विषये एकमेकं स्वीकृत्य वदतु, एकमेकं वाक्यं स्वीकृत्य वदतु. हुष्णुवोः सार्वधातुके हू धातुः अनेकाच् अकारः उकारः अस्ति अतः अनेकाच् अस्ति. श्नु प्रत्ययान्तं किं किम् अङ्गम् अकारः उकारः अस्ति इत्युक्ते हू धातुः हू धातुः च अनेकाच् श्नु प्रत्ययान्तम् अङ्गम् द्वयस्य विषये अत्र उदातु एण्ड् श्नु कीदृशश्नु प्रत्ययान्तङ्गम् अनेकाच् श्नु प्रत्ययान्तम् यस्य तादृश श्नु प्रत्ययान्तङ्गं यस्मिन् अनेके अच्वर्णाः सन्ति, एक अधिक अच्वर्णाः सन्ति इत्युक्ते अङ्गं सहित अनेकाच् अस्ति वा? इत्युक्ते सम्पूर्ण अङ्गं यदस्ति तस्मिन् अङ्गे अनेकाच् अनेक अच् वर्णाः सन्ति चेत् तादृश शृणु प्रत्यादङ्गम् इत्युक्ते इण्डैरेक्ट्लि इट् इस् सेङ्ग् असंयोगपूर्वः बिकास् यत्र संयोगः अस्ति तत्र तु एकमेव अच् वर्णः अस्ति. यथा अत्र पश्यतु भगिनि, ची इति धातुः अस्ति, नु इति प्रत्यान्त अङ्गम् अस्ति, सो अत्र चिनु इति अङ्गम् अस्ति, सो चिनु इति अनेका चिनु प्रत्यान्त अङ्गम् अस्ति, अत्र अच् द्वयं. परन्तु यत्र शक्नु इति वदामः तत्र तत्रापि तत्रापि अनेकाच् अस्ति, परन्तु पूर्वे तत्र संयोगः वर्तते, अतः अनेकाच् अपि उक्तम् अस्ति, अपि च तत्र असंयोगपूर्व अनेकाच् न तु संयोगपूर्वक. सो अत्र संयोगपूर्वक उप्रत्यान्ताङ्गम्, अत्र असंयोगपूर्वक अनेकाच् उप्रत्यान्ताङ्गम्, अत्रापि अनेकाच् परन्तु संयोगपूर्वक अस्ति, अत्र अनेकाच् अस्ति परन्तु असंयोगपूर्वक उप्रत्यान्ताङ्गम् अस्ति. तदेव तत्र भेदः. अतः ऊ धातुः अनेकाच् प्रत्यान्तम् अङ्गम् असंयोगपूर्वस्य अङ्गान्तस्य उकारस्य स्थाने यण् आदेशः भवति. असंयोग अङ्गम् असंयोग अस्ति चेत् उकारस्य स्थाने यण् आदेशः भवति. सो कीदृश अङ्गं भवेत्? पर्स्ते तु असंयोगपूर्वक अङ्गं भवेत्, अपि च सः असंयोगपूर्वक अङ्गं शृणु प्रत्यान्त अनेकाच् भवेत्, सोरि अनेकाच् अङ्गं भवेत्, बिकास् अत्र पदद्वयस्य अनुवृत्तिः अस्ति. अनेकाच् इति एरन् एकाचो इति सूत्रात् अनेकाच् इति पदस्य अनुवृत्तिः अस्ति, अपि च असंयोगपूर्वस्य इति असंयोग इत्यस्य अपि असंयोगपूर्वस्य अपि अनुवृत्तिः अस्ति. एतत् सूत्रात् पदद्वयस्य अनुवृत्तिः अनेकाच् असंयोगपूर्वस्य. विशेषणद्वयम् इति अङ्गस्य कृते. सो तादृश अङ्गम् अस्ति चेत् तत्र उकारस्य उवङ्गादेशः न भवति, तत्र उकारस्य यनादेशः भवति इति सूत्रं वदति. वै हि हेस् गिवन् दिस् सूत्र एट् लीस्ट् फार् शृणु प्रत्यान्ताङ्गम्? बिकास् इको यनच् इति सूत्रेण अपि यनादेशः भवति. वै हि हेस् गिवन् दिस् सूत्र विद् फार्गेट् अबौट् हू तु सपरेट् अस्ति, धातु अस्ति, श्नु इत्यस्य विषये किमर्थं यनादेशः भवति? अत्र तु इको यनच् इति सूत्रेण अपि यनादेशः भवितुं शक्नोति. किमर्थम् इत्युक्ते चिनु असंयोग अस्ति, शक्नु संयोग अस्ति, यनादेशः असंयोग अङ्गस्य एव भवति, अपि च सत्यम् अज् शृणु धातु ब्रुवाम् इति सूत्रे तत्र शृणु प्रत्ययस्य कृते किमपि विशेषणं नास्ति, सामान्यशृणु प्रत्यान्ताङ्गम् अस्ति. सो अज् शृणु धातु ब्रुवाम् इति सामान्यसूत्रम् उत्सर्गसूत्रम् अस्ति, शृणु विषये एव वदामः, परन्तु तस्य कृते विशेषस्थितिः अस्ति इदानीं हुष्णुवोः सार्वधातुके. सो हुष्णुवोः सार्वधातुके इत्यस्य शृणु विषये तु एतस्य कार्यं सम्पूर्णतया अचिष्णु इत्यस्य मध्ये आगच्छति. सो हुष्णुवोः सार्वधातुके इस् एन् अपवाद तु अचिष्णु धातु ब्रुवां विद् रेस्पेक्ट् टु शृणु इति पदार्थः. So this is उत्सर्गकार्यं शृणु विषये, दिस् इस् विशेषकार्यम्. सामान्यविशेषनियमः अस्ति बिकास् अत्र श्नु इत्यस्य कृते विशेषणद्वयम् अत्र किमपि विशेषणं नास्ति अत्र केवलं श्नु प्रत्ययान्तङ्गं तस्य परे अजादिप्रत्ययः अस्ति चेत् तस्य उवङ्गादेशः इदानीं तत्र विशेषस्थितिः अस्ति कीदृशशृणुः अनेका च शृणुः अपि च असंयोगपूर्वक शृणु अस्ति चेत् तत्र उवङ्गादेशं बाधित्वा यनादेशः भवति सो दिस् इस् एन् अपवाद टु अचिष्णु धातु ब्रुवा विद् रेस्पेक्ट् टु शृणु हू इस् सपरेट् बिकास् हू इत्यस्य कृते पूर्वे किमपि न उक्तमस्ति परन्तु शृणु इत्यस्य कृते तु पूर्वे उक्तमस्ति उवङ्गादेशः उक्तमस्ति अजादिप्रत्ययपरे निमित्तं समानम् अजादि सार्वधातुप्रत्ययपरे एव कार्यमस्ति अत्रापि अजादि सार्वधातुप्रत्ययपरे एव कार्यमस्ति सो निमित्तं समानम् अङ्गमपि समानं परन्तु अत्र विशेष अङ्गं विशेषशृणुरूपी अङ्गम् सो सामान्यविशेषनियमः यत्र सामान्यविशेषसम्बन्धः अस्ति तत्र एव वयम् अपवादः इति वदामः सो दिस् इस् एन् अपवाद् टु दिस् वदतु अग्रे यण्णादेश भवति अजातिसार्वधातुकप्रत्ययपरे स्थानेन्तरतमः इत्यनेन उकारस्य स्थाने यण् प्रत्यहारे स्थितेषु वर्णेषु यकारः चितः ऊस्थाने व आदेशः इत्युक्ते यन् वदामः चेत् तत्र चत्वारः वर्णाः सन्ति परन्तु कस्य कस्य किं किं सिलेक्ट् कुर्मः चितः इति कीदृशपदमस्ति भगिनि प्रत्ययः आम् सो बिकास् अत्र वकारः पुल्लिङ्गे अस्ति अतः चितः इति अस्ति चीदातुः प्रत्ययः चितः सो दिस् हेज़् बिन् सिलेक्टेड् वकारः हेज़् बिन् सिलेक्टेड् चि इति चयने इति धातुः सो वकारः किमर्थं वकारः चितः बिकास् स्थाने अन्तर्तमः तुल्यतमः कस्य तुल्यतमः उकारस्य तुल्यतमः अस्ति वि केनाट् अप्लै अवर् यथासङ्ख्यमानदेशः समानं बिकास् स्थानीरूपेण एकमेव वर्णः उकारः आदेशरूपेण चत्वारः वर्णः सो तत्र स्थाने अन्तर्तमः इत्यनेव निर्णयः भवति अग्रे येन विदिस्तदन्तस्य इत्यनेन तादृशम् अङ्गं यस्य अन्ते उकारः अस्ति अतः येन विशेषणेन विधिः उक्तमस्ति सः विशेषणं यस्य अन्ते विधीयते तस्य कार्यमस्ति अलोन्तस्य इत्यनेन अङ्गान्ते उकारस्य स्थाने आदेशः किमर्थम् अलोवनन्तस्य यन् इति एकमेव वर्णः तत्र आगच्छति वकारः अस्ति सो अत्र इत्युक्ते यत्र यत्र प्रत्याहारः उक्तमस्ति तत्र तु एकमेव वर्णः आगच्छति एकस्मिन् समये तु एकमेव वर्णः आगच्छति सो अनेकालादेशः नास्ति एकालादेशः अस्ति अतः अलोनन्त्यस्य इति सूत्रेण अन्तिम अल् स्थाने एव भवति न तु सर्वस्य स्थाने भवति सोकारस्य स्थाने एव आदेशः तस्य ओन्लि टेल् सुकारस्य स्थाने इति वा यः विशेषणरूपेण विधिः उक्तमस्ति सः विशेषणं यस्य अन्ते विधीयते तस्य अङ्गस्य तस्य शब्दसमूहस्य इट् सेज़् ओन्लि देट् मच् देन् अलो अनन्तस्य कम्स् एण्ड् सेज़् द अन्तिम् अल् इदानीं यस्मिन् तदादौ अलग्रहणे तदादौ अलग्रहणे इत्युक्ते तदादौ इति तत्र अयादिसन्धि भवति औ औकारस्य आवादेशः भवति तदादावल अलग्रहणे अलग्रहणे इत्यनेन अचि इत्युक्तौ अजातिप्रत्यये तत्र यः अचि इति यः आदौ यः यस्य प्रत्ययस्य आदौ अचवर्णः अस्ति तस्य ग्रहणं भवति न तु कोऽपि अचवर्णस्य परे बिकास् एतत् अङ्गस्य अधिकारः वर्तते अतः अजादिप्रत्ययपरे अग्रे हुश्च श्नुश्च तयोः इतरेतरदन् हुष्वौ हुष्णुवौ तयोः हुष्णुवोः षष्ठीद्विवचनात् पदम् अस्ति सो तयोः हुष्णुवोः द्वयोः कृते आदेशः अस्ति हु अपि च श्नु द्वयोः कृते अस्ति न विद्यते पूर्वसंयोगः सः असंयोगः न संयोगः असंयोगः दन् तत्र अनुवृत्तिः कस्मात् सूत्रात् तत्र आगच्छति अचि इत्यस्य पदस्य अनुवृत्तिः एतत् सूत्रात् आगच्छति इनोयन् इति सूत्रे सूत्रात् एतानि सर्वाणि पूर्वसूत्राणि सो यन् इत्यस्य अनुवृत्तिः एरन् एकाचो असंयोग पूर्वस्य इति सूत्रे सूत्रात् तत्र एकाचो असंयोग पूर्वस् पदद्वयस्य अनुवृत्तिः ओहो सुपि इत्यनेन ओहो इत्यस्य अनुवृत्तिः ओहो इति षष्ठ्यन्तम् अस्ति इत्युक्ते उकारः अङ्गस्य अधिकारः अस्ति सो इदानीम् अनुवृत्तिसहितसूत्रं पठतु अनुवृत्तिसहितसूत्रम् अनेकाचः हुष्णुवोः असंयोगपूर्वस्य ओः अङ्गस्य यण् अचि सार्वधातुके सो अजादि सार्वधातुकप्रत्ययपरे तत्र एतादृशं शृणुप्रत्ययान्तङ्गम् अस्ति अनेकाच् अपि च असंयोगपूर्वक् शृणुप्रत्ययान्तङ्गम् अस्ति चेत् तादृश अङ्गस्य यः उकारः ओः इति उकारः उकारान्त अङ्गस्य यनादेश उकारस्य यनादेशः भवति अचि सार्वधातुके अजादि सार्वधातुकप्रत्ययपरे अत्रापि सि अचिष्णुधातु ब्रुवाम् इति सूत्रे तत्र सार्वधातुके इति पदं नास्ति परन्तु वयं जश्नु इत्यस्य विषये तु सार्वधातुक् अजादि सार्वधातुक् प्रत्ययपरे एव कार्यं भवति बिकास् शृणु केनाट् कम् वेन् देर् इस् अन् आर्धधातुक् अजादि आर्धधातुक् प्रत्ययः अस्ति चेत् शृणु केनाट् कम् शृणु कम्स् ओन्ली वेन् देर् इस् सार्वधातुक् कर्तर्थक् सार्वधातुक् प्रत्ययः परे अस्ति चेदेव शृणु धातोः अनन्तरं शृणु प्रत्ययः आगच्छति सो हियर् यद्यपि न उक्तम् अस्ति बट् इट् इस् इम्प्लैड् वित् रेस्पेक्ट् श्नु बिकास् तत्र ब्रू इति प्रातिपदिकम् अपि अस्ति देट् इस् वै सार्वधातुक् अर्धधातुक् विल् नाट् गो वित् प्रातिपदिकं प्रातिपदिक विषये किमपि अजादिप्रत्ययः अस्ति तावदेव सफिशियण्ट् अस्ति बिकास् सार्वधातुक् अण्ड् आर्धधातुक् नामकरणं तु धातु अनन्तरम् इत्युक्ते धातुरूपी अङ्गम् अस्ति चेदेव प्रत्ययस्य सार्वधातुक् अथवा आर्धधातुक् इति नामकरणं भवति सो हियर् हू इस् अ धातु श्नु इस् अ धातु धातोः अनन्तरं श्नु एव विधीयते अतः सार्वधातुके लिखितम् अस्ति सो वी हाव् दीस् देर् आर् स्लैट् सूक्ष्म तत्र भेदः वर्तते, किमर्थम् अत्र न उक्तं, किमर्थम् अत्र एव उक्तं. सो दीस् आर् स्लैट् चेञ्जेस् बिकास् सार्वधातुक एण्ड् प्रत्ययानां सार्वधातुक अर्धधातुक संज्ञा तदा एव, यः प्रत्ययः धातोः विधीयते तस्य कृते एव सार्वधातुक अर्धधातुक इति नामकरणं भवति. यः प्रत्ययः प्रातिपदिकात् विधीयते तस्य कृते सार्वधातुक एण्ड् अर्धधातुक प्रत्ययः न भवति, नामकरणं न भवति. अतः अत्र सार्वधातु किमपि न उक्तमस्ति. अवगतं वा एतत् सूत्रं सर्वैः? अवगतम् इदानीं तत्र परिचित सूत्राणि एव सन्ति, झटति समापयामः. सो इदानीं, सो बिफोर् गोयिङ्ग् टु सार्वधातुक एण्ड् किञ्चित् एण्ड् सार्वधातुकम् अपि, दीस् वी हेव् रेड् सो मेनि टैम्स्. Let us finish the first abhyasa. Now we know the sutras. So let us do now shaknu plus anti. Manjari Bhagni, vaktum icchati va idanim? Aha, aham pathami. Sutra asti praktavi. Na, idanim tatra abhyasa. Na. Idanim abhyasa. Shaknu yoga anti, tatra shaknu vanti iti sutram katham, iti padasya nirmanam katham bhavati. शक्नु इति अङ्गम्, अन्ति इति प्रत्ययः, कस्य कस्य सूत्रस्य अत्र प्रसक्तिः एकवारं वदतु. सो अभ्यासः कुर्मः. शक्नु योग अन्ति, शक्नुवन्ति, तत्र शक् योग प्रथमतः अस्ति टिप्, टिप् प्रत्ययः, अनन्तरं श्नु इति प्रत्ययः आगच्छति. शक् योग श्नु योग तिप् शकारस्य अत्र तिप् इत्यस्य प्रसङ्गः नास्ति भगिनि. अत्र विवक्षा झि प्रत्ययस्य, अन्ति इति अस्ति न, सो अत्र तिप् प्रत्ययस्य विवक्षा. आमामाम् आम् आम् आम् आम् झि शक् योग श्नु योग झि प्रथमपुरुष बहुवचन तत्र अस्ति. तत्र नु इति प्रत्ययः, तत्र शकारस्य दशकवतद्धिते इति सूत्रेण इत्संज्ञा भूत्वा तस्य लोपः भवति. शक् योग नु योग झि, अनन्तरं झोन्तः इति सूत्रेण तत्र अन्त आदेशः भवति. झ स्थाने अन्त आदेशः भवति. अन्त योग इ अन्ति इति सिद्धप्रत्ययः, हा सिद्धप्रत्ययः भवति. अनन्तरं तत्र अजादि अस्ति न, अजादि अन्ति. अपि च अत्र शक्नु यो इदानीं शक्नु प्लस् अन्ति अस्ति. हा शक्नु प्लस् अन्ति, अन्ति अजादि प्रत्ययः अस्ति. तत्र अनन्तरं येन विधि तदन्तस्य इति सूत्रेण तत्र येन विधि तदन्तस्य इति सूत्रं कथम् आगच्छति? अचिशृणु धातु ब्रुवाम् इति सूत्रस्य प्रसङ्गः, अपि च अत्र हुष्णुवोः सार्वधातुके इत्यस्य प्रसङ्गः अस्ति वा? Am I audible? Vishnu, ha, asti, ha, you are audible. Atra, see. Sarva dhatu ke, hu dhatu tata aneka shu pratyanta angam asti che tatra eva tasya prasakti ki bhavat. Atra api aneka chasti, shu pratyanta angam asti. Ha, ha. Asti va atra. अनेकाच् अस्ति, अपि च किं द्रष्टव्यं? केवलम् अनेकाच् न द्रष्टव्यं न? हुष्णुवोः इति सूत्रे केवलम् अनेकाच् न उक्तमस्ति वा? असंयोगपूर्वक अपि उक्तमस्ति. सो अत्र संयोगपूर्वक श्नु प्रत्यान्ताङ्गम् अस्ति वा असंयोगपूर्वक श्नु प्रत्यान्ताङ्गम् अस्ति? शक्नु शक्नु इस् संयोगपूर्वक् इट् इस् नाट् असंयोगपूर्वक् सो अत्र अस्यां दशायां विष्णुवोः इति सूत्रस्य प्रसक्तिः नास्ति, प्रसङ्गः नास्ति, केवलम् अचिष्णु धातु इत्यस्य एव प्रसङ्गः, बिकास् तत्र साक्षात् उक्तम् अस्ति. Forget about anekach. Anekach is not that much important, as much as sanyog and asanyog. Because we saw here also it is anekach. Here also it is anekach. What is the difference between chinu and shaknu? This is asanyog, this is sanyog purvak. Tadeva vedaha. That is the difference between achishnu and hushnu voha sarvadhatuki. With respect to Shnu. So, अतः अत्र एकमेव सूत्रस्य प्रसक्ति, बिकास् सार्वधातुक अर्धधातु केनाट् डु कार्य ओवर् हियर् इवन् दो वी हेव् एन् इगन्ताङ्गम्, बिकास् सार्वधातु केनाट् डु कार्यं, वै वै सार्वधातुक अर्धधातु केनाट् डु कार्य ओवर् हियर्? अन्ति इति कीदृश प्रत्ययः? अपित् अस्ति चेत् निद्वद् भवति. वी हेव् रेड् देट् न देट् आल्सो कम्स् अनन्तरं तत्र दत्तमस्ति, बट् वी आल्रेडि नो देट् इसन्ट् इट्? देट् इस् वै ऐ हेव् स्किप् दोस् सूत्रास्. सो अत्र सार्वधातु इगन्ताङ्गम् अस्ति, अङ्गम् इगन्तम् अस्ति, इक्वर्णः अन्ते अस्ति, बट् प्रत्यय इस् नाट् अनुकूल न. प्रत्ययः तु णित् अस्ति, सो किञ्चित् च सूत्रेण तस्य सूत्रस्य बाधा भवति. सो सार्वधातु काल्सो केनाट् डु कार्य ओवर् हियर्. सो विच् सूत्र केन् डु कार्य ओवर् हियर्? कस्य सूत्रस्य कार्यम् अत्र अस्ति भगिनि? किमिति च तु तेन सूत्रेण सार्वधातुक इत्यस्य बाधा भवति. अत्र शृणु प्रत्ययान्तङ्गम् आम्, अत्र अजाति प्रत्ययपरे अचिष्णु इत्यस्य कार्यम्. तेन किं भवति? अचिष्णु इत्यनेन किं भवति? उकारस्य अत्र आदेशः भवति. सो वि आर् डिस्कसिङ्ग् उकार न, सो उवङ्गादेशः भवति, उ इति आदेशः भवति. स्थाने उव् आदेशः भवति, बिकास् अत्र बकार किं भगिनि न श्रुतं? उस्थाने न न उस्थाने उवङ्ग् आदेशः भवति. उवङ्ग् आदेशे नकारस्य हलन्त्यम् इति सूत्रेण संज्ञा अस्ति. वकार उत्तरवर्ती यः अकारः सः उच्चारणार्थं, सो उवङ्ग् आदेशे किम् अवशिष्यते? उ एव अवशिष्यते. उ सिमिलर्लि इयङ् आदेशे केवलम् इ एव अवशिष्यते. यकार उत्तरवर्ती अकारः उच्चारणार्थं, नकारस्य इत् अस्ति. वै देर् इस् नकारस्य इत् किमर्थम् अत्र उक्तमस्ति भगिनि? तस्य किं प्रयोजनम्? उवङ्ग् आदेशे नकारस्य इत् अस्ति, तत् किं प्रयोजनं किम्? नकारस्य इत् भूत्वा तत्र उस्थाने उव् आदेशः भवति, तथा उवङ्ग् आदेशः नित् अपि अस्ति. आम्, तेन किम्? उवङ्ग् आदेशः नित् अस्ति, इयङ् आदेशः नित् अस्ति, नित् आदेशः कुत्र भवति? स्थानी स्थानिनः कुत्र भवति? इन् द अदर् कक्षा वी हेव् रेड् न निच्च सूत्रम्. अलोनन्तस्य इति सूत्रेण किं भवति आदेशः? अन्ते अल् अन्तिम अल् स्थाने भवन्ति, नितादेशः अपि अन्तिम अल्स्थाने एव भवति, न तु सर्वस्य स्थाने. निश्चयितसूत्रं कस्य अपवादः? अनेकाल्षित् सर्वस्य इत्यस्य अपवादः. सो यद्यपि अत्र अनेकाल आदेशः अस्ति, उव् इति अनेकाल आदेशः अस्ति, बिकास् अनेकाल आदेशः अत्र नित् अस्ति, तेन कारणेन अनेकाल्षित् सर्वस्य इति सूत्रं न प्रवर्तते अत्र. अत्र किं सूत्रं प्रवर्तते? निच्च सूत्रम्. निच्च. सो यद्यपि अनेकाल आदेशः अस्ति परन्तु नित् अपि अस्ति, तेन कारणेन किम्? अन्तिम अल् स्थाने एव, न तु सर्वस्य स्थाने. शक्नु सर्वस्य स्थाने उ आदेशः नास्ति, केवलम् उकारस्य स्थाने एव उ आदेशः. दट् इस् वै नकार हेस् बिन् पुट् बै पाणिनि महर्षि इन् दिस् आदेश, बिकास् हियर् निश्च विल् डू द कार्य. निश्च कम्स् एण्ड् सेस् डोण्ट् डू दिस् इस् डोण्ट् से डोण्ट् इफ् यु सी दिस् इस् अन् अनेकाल आदेशः. सर्वस्य भवति तथा नास्ति, बिकास् दिस् इस् नित् आदेशः, अन्तिम अल्स्थाने एव भवति. केवलम् उकारस्य एव उ आदेशः, केवलम् इकारस्य एव इ आदेशः. सो उकारस्य उ आदेशः भवति चेत् बिकम् शक्नु उव् उवन्ति, शक्नुवन्ति. अवगतं वा भगिनी कथं शक्नुवन्ति इति भवति? सो कस्य कस्य सूत्रस्य कार्यम् अत्र अस्ति वदतु भगिनि. वन् इस् अचिष्णु धातु ब्रुवां युवोर् यङ्ग् वङ्गो इति सूत्रेण उवङ्गादेशः, अनन्तरं निच्च इति परिभाषासूत्रम् आगत्य वदति डोण्ट् डू दिस् सर्वस्य स्थाने, अन्तिमल् स्थाने. सो सूत्रद्वयेन अत्र वयं शक्नुवन्ति इति प्राप्नुमः. अनन्तरं किमपि सूत्रं नास्ति, वर्णमेलनम् अस्ति. सो वी गेट् शक्नुवन्ति. निच्च सूत्र, वी हेव् टु स्पीक् अबौट् निच्च आल्सो बिकास् आदेशः नित् अस्ति. वदतु भगिनि, किं कः प्रश्नः? अवगतं महोदय. ऐ वास् थिङ्किङ्ग् शक्नु इस् आलरेडि देर् अण्ड् देन् उव् भवति, परन्तु उकारस्य स्थाने एव उव् आदेशः भवति, अतः एकः उ एव. यद्यपि आदेशः अनेकाल् अस्ति, सर्वस्य स्थाने न भवति, बिकास् तत्र नित्वम् अस्ति, नित्करणम् अस्ति. देर् इस् अ प्रयोजन. अन्नेससर्लि हि हेस् नाट् पुट् दिस् नकार, बस् जस्ट् ही विश् दट् लेट् मी पुट् नकार ओवर् हियर्. नो, नकारस्य प्रयोजनम् अस्ति. अतः सर्वस्य, यद्यपि बिकास् आदेश इस् अनेकाल् न इति वर्णद्वयम्, एकमेव वर्णः नास्ति, वर्णद्वयम् अस्ति, अतः हि हेड् टु पुट् नकार बिकास् अत्र प्रयोजनं दृश्यते नित्कर्णस्य. सर्वस्य स्थाने न भवति, यद्यपि आदेशः सर्वादेशः इत्युक्ते अनेकाल आदेशः अस्ति. इदानीं वदतु भगिनि, चेतना भगिनि, चिनुयोगान्तिविषये वदतु. चिन्नु इति अङ्गमस्ति न, ची धातुः नु इति विकरणप्रत्ययः. सत्यः. सो चिन्नु योगः अस्ति अत्र. असंयोगः अस्ति, संयोगः नास्ति, अतः इको यणचि इत्यनेन ऊस्थाने यणादेशः. इकोयनचीतनेन कार्यमस्ति वा, अथवा उष्णवोः सार्वधातुक इत्यनेन कार्यमस्ति? उष्णवो सार्वधातुक इति अत्र अत्र कथं भवति? इच्छिनुयोगान्ति इत्यस्मिन् सोपाने तत्र अचिष्णु धातु क्वाम् इत्यस्य प्रसङ्गः अपि अस्ति, कृष्णुवोः सार्वधातुके इत्यस्य प्रसङ्गः अपि अस्ति, इको यन्नचि इत्यस्य प्रसङ्गः अपि अस्ति. त्रयाणां सूत्राणां प्रसङ्गः अत्र. three sutras are coming here. So now we have to do balabal chintanam. Idanim vadatu. Trayanam madhye tatr balabal chintanam karaniyam. Atishnu dhatu sutrasya prasangaha nasti. First to do the balabal chintanam between ikoyanachi and Atishnu dhatu bruva. Ikoyanachi 6177. Atishnu dhatu bruva 6477. Atah Atishnu dhatu bruva parasutram asti. Parasutram balavat asti. Atah एतत् सूत्रम् एव बलवत् न अत्र पश्यतु वेर् एवर् देर् विल् बि प्रसङ्ग फार् अजिष्णु धातु तत्र सर्वत्र इकोयनचि इत्यस्य प्रसङ्गः अपि प्रायशः आगच्छति अपवादसूत्रेण अपवादपि अपवादः वक्तुं शक्यते वा न श्नु इत्यस्य कृते अपवादः अस्ति इति दृश्यते सो वी केन् से इट् इस् अन् अपवाद सूत्रं बट् वी केन् आल्सो से देट् वार्णाद् अङ्गं बलीयः इको एनचि इस् अन् वर्णकार्यम् अजिष्णु धातु ब्रुवाम् इस् इट् इन् द अङ्गस्य अधिकारे अस्ति 6477 इति सूत्रं सो वार्णाद् अङ्गं बलीयः इति आधारेण तत्र अङ्गकार्यं बलवत् भवति परसूत्रमपि अस्ति बट् वी हेव् टु सू न परसूत्रं कदा द्वयोः मध्ये विप्रतिषेधः अस्ति वा नास्ति द्वयोः मध्ये उकारविषये तु विप्रतिषेधः दृश्यते द्वयोः मध्ये But we cannot say because even if ukarasi vishaye tatra apadah asti but sutram to niravakashah na bhavati na so apvad sutra se lakshanam kim niravakashatvam apvad sutra se lakshanam the sutra even though it does not do karya with respect to ukara but with respect to e ru it can do the karya na so it is not 100% apvad sutra बिकास् अत्र केवलम् उकारस्य विषये न उक्तम् अस्ति अत्र इक् इति वर्णानां विषयः दिस् सूत्र विल् नाट् बिकम् निरवकाशत्वम् बिकास् मेबि वित् रेस्पेक्ट् टु उकार देर् इस् एन् देर् लुक्स् लैक् एन् अपवाद बट् निरवकाशत्वम् अपवादस्य लक्षणं सूत्र विल् नाट् बिकम् निरवकाशम् इफ् यु डु नाट् अप्लै द उकार प्रायशः उत्सर्ग अपवाद सम्बन्धः नास्ति बिकास् दियर् फोर् पदार्थास् हेव् बिन् सेड् इन् दिस् सूत्र नाट् ओन्लि उकारः इकारः अपि अस्ति रु इति वर्णः अपि अस्ति लु अपि अस्ति तेषां वर्णानां जनादेशः उक्तम् अस्ति सूत्रं निरावकाशत्वं न प्राप्नोति सो उत्सर्ग अपवाद् वी केनाट् से उत्सर्ग अपवाद् we can all, that is why here the brahma comes now whether we should say it is an apvad sutram so we will say varna dangam baliyah that is the safe selection so varna karyasya apekshaya anga karyam balvat asti atah ajishnu dhatu bruvam itev this wins balvat bhavati now between ajishnu and hushnu boho ajishnu tasya prasanga nasti kimartam ityukte chinu ityasya nasti then why we are discussing no asayoga asti ajishnu ityasya prasanga asti prapti na bhavati prapti na bhavati that if the prasanga only is not there why should we discuss then prasanga asti because नूप्रत्ययान्तङ्गम् अस्ति तस्य परे अजादिप्रत्ययः अस्ति तावदेव सफिशियण्ट् अस्ति इत्यस्य सूत्रस्य कृते शृणुप्रत्ययान्तङ्गं भवेत् तस्य परे अजादिप्रत्ययः भवेत् परन्तु तत्र विशेषस्थितिः अस्ति तस्य कृते अपसूत्रम् उक्तमस्ति महर्षिणा विष्णुवोः सार्वधातुके सो हियर् वी हेव् द उत्सर्गपाद् दिस् इस् अ सामान्य श्नु प्रत्यान्तङ्गम् एण्ड् अजादि प्रत्ययः दिस् इस् अ विशेष श्नु प्रत्यान्तङ्गम् एण्ड् अजादि प्रत्ययः विद् रेस्पेक्ट् टु शक्नु देर् वास् नो प्रसङ्ग आफ् हुष्णुवोः सार्वधातुके बिकास् कण्डिशन् वास् नाट् कम् दिस् was not seen over here. It was not asanyog purvakangam. It was sanyog purvakangam. So this sutra cannot come over here because asya sutra se sarvani nimitani atra na puritani. But for ajishnu dhatu, it is only shnu pratyantangam bhavet and ajadi pratya bhavet. Are you getting my point, Bhagni? Asanyoga... Ajishnu dhatu. Atra asanyoga... Forget about ashushnu voha sarvadhatu. Ajishnu dhatu bruva miti sutram vadati, shnu pratyat angam bhavet. That is the only condition. The angam should have a shnu pratyaya at the end. Add nimittam is ajadi pratyaya. Tadapi asti. Nimittam is ajadi pratyaya. Tadapi asti. So atra api shnu pratyaya angam, atra api shnu pratyaya angam. So that is why in both the conditions, ajishnu is an utsarg sutram. It will come... at both the places. But Hushnubo cannot come at both the places. Because it's a vishesh sthiti. Hushnubo can only come with respect to Chinnu. It cannot come with respect to Shaknu. That is why we did not Balabal there, na? Because Hushnubo cannot come over here. Tasya nimitani atrana puritani. It says it should be tadrishya shnu pratyantangam yasya purve asayoga asti. Aneka cha asayog purvak shnu pratyantanga asti. I am saying all the boys should go to library. Then I am saying all the boys who are wearing yellow t-shirt cannot go to the library. Or should go to the library. So there, I am putting one more condition for the boys. They should have worn the yellow t-shirt. That is what is for you. Purvakshnu pratyanga asti chevas yanadesha bhavati. Ukarasthani yanadesha bhavati. So sir, we have an sayog purvakshnu pratyanga. That is why सङ्गः अत्र अस्ति द्वयोः मध्ये तत्र उत्सर्ग अपवात् सम्बन्धः वर्तते विशेषसूत्रम् सामान्यसूत्रं तु उत्सर्गसूत्रं विशेषसूत्रम् अपवात् सूत्रम् अतः अत्र सुचिनु विषये किं सूत्रं कार्यं करोति तेन किं भवति कार्यं किमस्ति उकारस्य यण्णादेशः भवति अतः उकारः अपगच्छति उकारस्य स्थाने भवति So what is the form? Chin चिनुति चिन्वन्ति तस्य स्थाने व आगच्छति देन् व प्लस् अ बिकम्स् वन्ति इति भवति वन्ति बट् हियर् इट् इस् शक्नुवन्ति न आल्सो ऊकारः अपि श्रूयते उ आदेशः भवति देट् इस् द डिफ्रेन्स् सो वेनेवर् वी हेव् स्वादिगणस्य धातु अस्ति चेत् सार्वधातुकप्रक्रियायां तत्र सर्वत्र श्नुप्रत्ययः अङ्गं भवति वी हेव् टु सी द धातु इफ् इट् इस् अ हलादिधातुः अस्ति चेत् तत्र उवङ्गादेशः भवति अजादिधातुः अस्ति चेत् देन् देयर् इट् विल् बिकम् यनादेशः दिस् यु हेव् टु रिमेम्बर् सो फार् द स्वादिगणस्य धातुः तत्र either it will become uvangadesha if it is an haladi dhatu yatha shak aap aap dhatu api tatra adau akarah vidyate that also will become aapnu iti angam bhavati so tatra api sanyog purvak shnu pratyangam so tatra api uvadeshah bhavati na tu yanadeshah आप्नुवन्ति इति रूपम् इसेण्ट् इट् आप्नुवन्ति तत्रापि उवादेशः सो यत्र हालादिधातु अस्ति चेत् उवङ्गादेशः भवति अजादिधातु अस्ति चेत् यथा चि अजादिधातु अस्ति चेत् यनादेशः भवति चिन्वन्ति इति रूपं दिस् वी हेव् टु रिमेम्बर् फार् द स्वादिगणानां धातूनां कृते बिकास् वेन् इट् इस् अ हलादिधातु वेन् वी join the nu it will become sanyog purvak u so when it is haladi it will become asanyog purvak nu so we have to remember these two sutras when we are doing the shnu swadiganasya prakriyayam etat sutra dvayam smartavyam so prayashah we will there is nothing else kiniti cha sutram so we will keep one more kaksha and then we will finish this group so we will come we will join on the next Monday also after that this karpatram will be over because we have to do one more abhyasa kuru itasya vishaye idanim to sthagamah kopi prashna asti va etavata शान्तिमन्त्रं पठामि ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेव अवशिष्यते ॐ शान्तिश्शान्तिश्शान्तिः हरिः ॐ श्रीगुरुभ्यो नमः धन्यवादः नमस्कारः धन्यवादः धन्यवादः नमस्कारः